नमः सर्वेभ्यः. नमस्ते. समासवर्गे सर्वेषां स्वागतं. प्रवर्तमानविषयमस्ति प्रतिपदाविधानषष्टि. तस्मिन् चतुर्थसूत्रमस्ति रुजर्तानां भाववचनानाम् अज्वरे इति. सूत्रं किं वदति? रुजर्थानाम् इत्युक्ते रुज् इति धातु, तस्यार्थां धातूनां, भाववचनानाम् इत्युक्ते भावकर्तृगाणां, भाववचनेन भावकर्तृकत्वं भवति इति कृत्वा भावकर्तृकत्वम् अस्ति चेत् ज्वरवर्जित अन्यरुजर्थानां पीडार्थानां वा धातूनां कर्मणि कारके शेषत्वेन विभिष्टे सति षष्टिर्विभक्ति भवति अस्य सूत्रबलस्य बलेन, अस्य सूत्रस्य बलेन. सूत्रे भाववचनं नाम भावकर्तृक इत्यर्थम् अस्ति. यदि धातोः अर्थात् पीडा अस्ति अस्ति, अपि च कर्ता भावप्रत्ययान्तमस्ति, तदेव मुख्यमस्ति अस्मिन्. भावप्रत्ययान्तकर्तृपदम् एवं धातोः अर्थ पीडा अस्ति, तस्य कृदन्तम् अस्ति चेत् तादृशधातोः यत् कर्मकारकं भवति तस्य शेषत्वेन विविष्टायां षष्ठी भवति रुजर्तानां भाववचनाम् अज्वरे इति सूत्रेण. तत्र षष्टिशेष इति सूत्रस्य अनुवृत्ति अस्ति. एवम् अधिकर्ततयेषां कर्मणि इत्यस्मात् कर्मणि इत्यस्य अपि अनुवृत्ति अस्ति इति कृत्वा अनुवृत्तिसहितसूत्रं भवति रुजर्तानां भाववचनानाम् अज्वरे इति कर्मणि षष्टिशेषे षष्टि इति. महोदय, इट् इस् रुजर्तानां वा रुजार्थानां? रुजार्थानां. रुजा. ओके ओके. बिकास् ऐ थाट् देयर् इस् अ मिस्टेक् इन् द टैपिङ्ग्. नो, रुजा रुजा इति अस्ति. रुजा प्लस् अर्थानां रुजार्थानां. तत्र उदाहरणरूपेण दत्तमस्ति रोगस्य चौरस्य रुज. अतः रोगः इति कर्तृपदं, चौरसम्बन्धपीडा इत्यर्थः. रोगस्य द्वारा चौरस्य पीडा भवति इत्यर्थः. रुज इत्यस्य अर्थः अस्ति पीडा. रुजा इति शब्दः रुज् इति धातुतः निष्पन्ना अस्ति. त्विप्रत्ययः अस्ति. एवं टाप् इति स्त्रीलिङ्गं योजयित्वा रुजा इति भवति. रुजा इति शब्दः भावार्थे विविधः इत्यतः तत्कारणेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः भवति, अनुक्तं भवति. कर्तापि अनुक्तः, कर्मपि अनुक्तम् इति कृत्वा तत्कारणेन रोगस्य चौरस्य, कर्ता इति रोगस्य कर्तृवाचकं, चौरम् इति कर्मवाचकम् अस्ति, तस्य उभयस्य षष्ठी भवति. पीडायाः कर्ता अस्ति रोगः. रोगः इति शब्दः रुज् इति धातुतः भावार्थे खञ् प्रत्ययान्तं योजयित्वा निष्पन्ना भवति. अतः रुज इति शब्दे ये रुज् इति धातुः अस्ति सः भावकर्तृकः रोगः इति. अर्थात् भावः कर्ता यस्य सः भावकर्ता. अर्थात् भावः कर्ता यस्य सः भावकर्तृकः. रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः भावप्रत्ययान्तः अस्ति. घञ् इति भावप्रत्ययान्तम् अस्ति इति कृत्वा. चोरः इति शब्दं रुज् इति धातोः कर्म अस्ति. कर्म चोर इति. यदि रुजा इति धातु भावार्थे अस्ति इत्यतः कर्मणा द्वितीया स्यात्, परन्तु अस्मिन् वाक्ये कर्मणः शेषत्वेन षष्टिविह विधीयते. अनुक्तकर्मणः षष्टि विधीयते इति कृत्वा राज रुजर्तानां भाववचनाम् अज्वरे इति सूत्रेण षष्टि विधीयते. यतोहि अनुक्तकर्मण शेषत्वेन षष्टिः भवति. चौरस्य रोगस्य रुजा इति वाक्ये चौरस्य इति शब्दे ये षष्टि सा प्रतिविधाना षष्टि इत्यतः तस्य समः न जायते. तदेव अस्य अर्थं यदि स्मृतिवदविधाना षष्टि अष्टसूत्राणां मुख्यविषयमस्ति. षष्टिविधानं शेषे षष्टि इति अनुवृत्ति अस्ति कृत्वा षष्टिविधानं भवति अनुक्तकर्मण. इत्युक्ते शेषत्वेन विवेक्ष्यते षष्टि जायते. किन्तु षष्टि अस्ति कृत्वा समासं कर्तुं न शक्यते प्रतिपदविधान इति कारणेन. तत्र भावकर्तृकस्य रुजर्तकधातोः कर्म अस्ति चौरम्. चोरः इति शब्दः रुच् इति धातोः कर्म अस्ति. रुज इति भावार्थे अस्ति इत्यतः अनुक्तकर्मणः द्वितीयः स्यात्. साधारणतया अनुक्तकर्मणः द्वितीयः भवति. किन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति. प्रतिपदविधानसूत्र अन्तर्गत रुजर्तानां भाववचनां मज्जुरे इति सूत्रबलेन रुज् धातोः कर्म अस्ति रोगः. स रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् रोगेण इति भवितुम् अर्हति. किन्तु रुज इति कृदन्तस्य योगे अनुक्तकर्तुः कर्तृकर्मणो कृति इति उत्सर्गसूत्रबलेन षष्ठी जाता इति कृत्वा रोगस्य इति कर्तृकर्मणोऽसि इति कृति इति सूत्रबलेन भवति. चौरस्य इति कर्म अभिवक्षायां रुजर्तानां भावानां मज्जुरे इति सूत्रेण षष्ठी भवति इति कृत्वा रोगस्य चौरस्य रुजः इति भवति इति सूत्रेण रोगस्य चौरस्य रुज इत्यस्य अर्थः अस्ति रोगकर्तृज कर्मीभूतचौरगतसन्तापादिपीडा इत्यर्थः. अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः. इदेव सूत्रस्य विवरणमस्ति. अधुना तत्र एकं वाक्यं दत्तमस्ति, तदारभ्य उमा भगिनी पठति वा? पठामि. अज्वरस्य सन्ता फ्रम् दट् आन्वर्ड्स्. ओके. अज्वरि सन्ताप्योरिति वाच्यम् इति वार्तिकम्. अज्वरि सन्ताप्योरिति वाच्यम् ओके इति वार्तिकं. ज्वर सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वर सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः. ज्वरः सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म कर्ता च अनुक्तः भवति. ओके. चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्टिविभक्तेः निषेधः क्रियते. षष्टिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन. इत्यतः चौरशब्दस्य षष्टिविभक्ति जायते षष्टिशेषे इति सूत्रेण. रुजार्थानां भाववचनानाम् अज्वरेः इति सूत्रेण एव अज्वरेः इति उक्तत्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिध्यते. अज्वरि सन्ताप्योरिति वाच्यम् इति वार्तिकेन स्पष्टीक्रियते यत् न केवलं ज्वरशब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे. अतः सन्तापः इति शब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्टि निषिध्यते अनेन वार्तिकेन. ओ षष्टि निषिध्यते. अतः चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे कर्मकारकस्य अविवक्षायां षष्टी जाता षष्टी शेषे अस्ति सूत्रेण इति कृत्वा समासः अपि जायते अनेन चौरस्य ज्वरः चौरज्वरः चौरस्य सन्तापः चौरसन्तापः इति समासो सिद्धौ भवतः ओके वार्तिकम् अस्ति अज्वरी सन्ताप्योरिति वाच्यं सो ज्वर अण्ड् सन्ताप इति सूत्रः षष्ठी विभक्तिः निषिध्यते षष्ठी विभक्तिः निषिध्यते सोरि ओके चौरस्य ओके चौरस्य सन्तापः चौरस्य ज्वरः ज्वरः सन्तापः इति अनयोः शब्दप्रयोगे कर्मणः शेषविवक्षायां षष्टिविभक्तेः निषेधः ओके ओके सोरि षष्टिविभक्तेः निषेधः ऐ रैट् ऐ एम् देन् ज्वरः अण्ड् सन्तापः षष्टिविभक्तेः निषेधः अनेन वार्तिकेन अज्वरि सन्ताप सन्ताप्योरिति वाच्यम् इति वार्तिकेन षष्टिविभक्तिः षष्टिविभक्तिः ज्वरः तथा सन्तापः इति द्वयोः शब्दयोः षष्टिविभक्तिः निषिध्यते अनेन वार्तिकेन ओके चौरशब्दस्य षष्टिविभक्तिः जायते षष्टिशेष इति सूत्रेण चौरशब्दस्य षष्टिविभक्तिः सम्भवति रुजार्थानां भाववचनानाम् अज्वरेः इति सूत्रेण एव अज्वरे इति तत्त्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिध्यते ओके सो अत्र रुजार्थानां भाववचनानाम् अज्वरे इति सूत्रेण अज्वरेः इति उक्तत्वात् ज्वरशब्दस्य कर्मणः षष्ठी निषिध्यते ओके सो अज्वरी सन्ताप्योरिति वाच्यम् इति वार्तिकेन ज्वरः सन्तापः ग्रहणं स्यात् तत्र षष्ठीविभक्तिः द्वयोः द्वयोः शब्दौ न आगच्छति षष्ठीविभक्ति सो चौरस्य ज्वरः चौरस्य सन्तापः इति आगच्छति सो चौरस्य इति षष्ठी षष्ठीशेषे इति सूत्रेण आगच्छति सो ओके सो अत्र समासः अपि सम्भवति सो चौरस्य ज्वरः चौरज्वरः चौरस्य सन्तापः चौरसन्तापः इति समासौ अपि आगच्छति सो चौरस्य षष्टिशेषे सूत्रेण आगच्छति किन्तु ज्वरः सन्तापः वार्तिकरूपे वार्तिककारणात् षष्टि विभक्तिः निषिध्यते निषिध्येते द्वयोः शब्दयोः अत्र प्रश्नः अस्ति रुजर्तानां भाववचनाम् अज्वरे इति वार्तिके इति सूत्रद्वयेन षष्टि निषिध्यते इति उक्तम् तत्र षष्टि निषिध्यते इति कृत्वा षष्टि न भवितुमर्हति प्रथमम् अस्ति अज्वरे इति सूत्रे अस्ति इति कृत्वा ज्वरधातोः षष्टि न भवति समीचीनम् अज्वरे सन्तापयोरिति इति सन्तापस्य विषये पृथक् चिन्तयाम अज्वर इति वाच्यम् इति पदद्वयं स्वीकृत्य तत्र किं वदति वार्तिकेन स्पष्टीक्रियते ज्वरशब्द षष्टि न भवति तत्र वार्तिकबलेन अपि षष्टिः न भवति सूत्रबलेन अपि षष्टिः न भवति रुजस्थानाम् वचनाम् अच्युति तदनन्तरं षष्टिशेष इति सूत्रेण साधारण सामान्य षष्टि शेषत्वेन षष्टि जायते चौरस्य इति अन्तिमं स्थापनमस्ति इति अस्ति कृत्वा अज्वरे इति वाच्येन अपि षष्टिः न भवितुम् अर्हति द्विजप्तानां भावजनानां मज्वरे तदेन अपि षष्टिः न भवति इति कृत्वा तत्र यदि षष्टिः न भवति एव इति कृत्वा तत्र समासः अपि न भवति षष्टिः नास्ति चेत् षष्टिसमासः अपि ज्वरः सन्तापः द्वयोः पदयोः षष्टिः निषिद्धं क्रियते किन्तु चौरस्य ज्वरः चौरस्य चौरज्वरः इति आगन्तुं शक्यते केन सूत्रबलेन चौरस्य षष्टिशेषिसूत्रस्य बलेन चौरस्य इति षष्टिविभक्तिः प्रयोगम् अर्हति चौरस्य इति षष्टिशेषे इति सूत्रेण चौरस्य इति षष्टि विभक्तिः षष्टिविभक्तिप्रयोगं शक्नोति सो चौरस्य ज्वरः इति ज्वर अण्ड् सन्तापः षष्टिविभक्तिः निषिध्यते षष्टिशेषे इति सूत्रेण चौरस्य षष्टिविभक्ति प्राप्नोति किन्तु वार्तिकरूपेण तदा एव रुजार्थानां भाववचनानाम् अज्वरेः इति सूत्रेण ज्वरः अण्ड् सन्तापः इत्यस्य षष्टिविभक्तिः अत्र निषिध्यते तस्मात् चौरस्य ज्वरः इति वक्तुं शक्यते तस्मात् तस्य समासः अपि भवति चौरज्वरः षष्टितत्पुरुषसमासः अपि भवितुमर्हति अत्र कर्तृकर्मणो कृति इति सूत्रबलेन किमपि भवितुमर्हति वा कर्तृकर्मणो तृतीया नु कर्तृकर्मणो कृति इति कर्मणा नो नो ऐ एम् नाट् गेटिङ्ग् इट् अस्ति षष्टिशेषे इति सूत्रेण षष्टिः जायते इति अत्र उक्तमस्ति ओके यदि यदि कर्मकारकस्य षष्टिः जातः षष्टिशेषे इति सूत्रेण यदि कर्म अनुक्तः अस्ति कर्ता अनुक्तः अस्ति चेत् किं भवति कर्म अनुक्तः अनुक्तः अस्ति चेत् कर्तृकर्णयोः तृतीया इति आगन्तुं शक्यते न कर्तृकर्मणो कृति इति सूत्रेण षष्टि जायते तृतीया नास्ति ओके कर्तृकर्मणो कृति ओके तदेव पूर्वपरिचये न अनुक्तकर्तुः कर्मणः कृति इति सूत्रेण षष्टिः जातः भवति इति सन्तापपीडा सन्तापज्वरसन्ताप यदि उक्तत्वात् यदि उक्त अस्ति शेषत्वविवक्षायाम् इत्युक्ते शेषत्व एव विवक्षा न तु अनुक्तकर्ता अनुक्तकर्म च अत्र पश्यतु ज्वरसन्ताप इति द्वौ शब्दौ भावार्थे विहितः इत्यतः तयोः कर्म कर्ता च अनुक्ता भवति अनुक्तकर्ता एवं कर्मणि इति कृत्वा कर्तृकर्मणो कृति इति सूत्रेण उभयोः षष्टिः न भवितुम् अर्हति किन्तु षष्टिशेषे इति सूत्रेण शेषत्वविवक्षायां षष्टिः भवितुम् अर्हति तस्मिन् अन्तर्भूतः अस्ति रुजर्तानां भाववचनानाम् अज्वरे इति सूत्रम् स्वीकुर्मः चेत् तत्र अज्वरे इति उक्तत्वात् सूत्रे उक्तत्वात् ज्वरः इति प्रतिपदविधानषष्टिः न भवितुमर्हति षष्टिः निषिध्यते एवम् अज्वरसन्ताप्योरधिवाच्यम् इति वार्तिकेन अपि स्पष्टीक्रियते तत्रापि ग्रहणं स्यात् अनुक्त्वा तत्र शेषत्वेन विवक्षायां षष्टिनिषिद्ध्या भवति. अत्र शेषत्वेन विवक्षायाम् इति चेत् तस्य अर्थः कः? शेषत्वेन विवक्ष इत्युक्ते शेष शेषत्वेन मीन्स् रिमैनिङ्ग् थिङ्ग्स् विवक्षायाम् इफ् यु वाण्ट् टु से अबौट् दट् शेषत्वविवक्षा अस्ति चेत् इत्युक्ते कर्तृकर्मणोति इति सूत्रेण न उक्तं, प्रतिपदविधान इति सूत्रेण अपि न उक्तं, तत् किम् अपि शेषत्वमेव अवशिष्यते न. नमस्ते महोदय, उषा अस्मि. नमस्ते भगिनि, भवत्याः प्रतीक्षाम् एव कुर्वन् अस्मि वयं सर्वे. Yes, I'm so sorry, Mother. I was like so busy with so many people. No, it's understandable. So now Usha Bhagini is there. She is an expert in Sheshatvena Vivishayam and Anukta Uttakarmana. So let her explain to me also so that I understand it more. Right. So Usha Bhagini, can you please read this Vartikam and explain that? What is that? What is karma ta anakta karmana shashti na bhavati sheshatvena shashti na bhavati kintu shashti shesha iti sutrena shashti jayate iti ukyate asmin parichayate okay kinchit to vadatu okay yeah astu mode ekana and in the light kudikirad paarungala in the light kudikirad इति वाच्यम् इति वार्तिकं ज्वर् सन्तापि इति धातुभ्यां भावार्थे ज्वर् सन्तापि इति धातुभ्यां भावार्थे कृत् प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः. ज्वरः सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म कर्ता च अनुक्तः भवति. चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्टिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरशब्दस्य षष्टिविभक्तिः जायते षष्टिशेषे इति सूत्रेण. अज्वरी सन्ताप्योः इति वाच्यम् इति वार्तिकं ज्वर् सन्तापि इति धातुभ्यां भावार्थे सो भावार्थे कृत् प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ. ओके, सो ज्वरति इति भावार्थे वदामः चेत् ज्वरः इति भवति, सन्ताप्यति असन्तापति ऐ डोण्ट् नो हौ सन्तापयति सन्तापयति चेत् देन् सन्तापः इति भावार्थे उक्तः भवति. भावार्थे अस्ति चेत् कर्मा न उक्ता, कर्ता अपि न उक्ता, क्रिया एव सूचयति. यः कोऽपि भावार्थप्रत्ययः विहितः चेत् कर्म न उक्ता, कर्ता न उक्ता, क्रिया एव सूचितः. चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्टिविभक्तेः निषेधः. ज्वरः सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्व जनरली दिस् this is the vachyam for this sutra, right? Rujartanam bhava vachananam ajvarehe. Rujartanam bhava vachananam ajvarehe iti sutrena seshatva vivaksha karmana, that we understand, right? Rujartanam bhava vachananam ajvarehe. No, asya vakyasya artham vadatu. Tada, iti anayoho iti arabhya padatai. Iti anayoho shabdayoho yoge निषेधः क्रियते वैदस् वार्तिका षष्टि विभक्ति निषिद्धं भवति वेन् शेषत्वविवक्षायां शेषत्वविभक्तायां षष्टि विभक्ति उमाभगिनी पृच्छतवती शेषत्वविवक्षायाम् इत्युक्ते किम् शेषत्वविवक्षायाम् इत्युक्ते मीन्स् दट् दट् पर्टिक्युलर् कर्म कर्मणः शेषत्वविवक्षायां मीन्स् दट् पर्टिक्युलर् विभक्ति इस् नाट् गोयिङ्ग् टु बी इन् दट् पर्टिक्युलर् विभक्ति इट् इस् गोयिङ्ग् टु बी इन् इन् षष्टि विभक्ति सो कर्मणः शेषत्वविवक्षायां मीन्स् द स्पीकर् डसन्ट् वाण्ट् टु से इट् इन् कर्म इन् द इन् द द्वितीय विभक्ति थिङ्ग् दे इट् वाण्ट् ही वाण्ट्स् टु से इट् इन् षष्टि That is called Karmanaha Seshatva Vivakshaya. So the speaker's Vivaksha is to express karma not as second case, not as Dvitiya Vibhakti Pratyaya, but with Shashti Vibhakti Pratyaya. So Seshatva Vivakshaya mitipte Shashti Vivaksha. Shashti Vivaksha, yeah. Shashti will be the speaker's vivaksha. Yeah. I don't want to express it as karma. That is why chaurasya iti chaurasya iti comes. Yeah. But chaurasya jvaraha, chaurasya santapaha ityadishu vakyeshu jvaraha tata santapaha itya anayoho shabdayoho yoge karmanaha sheshatva vivakshayam shashti vibaktehe nishedaha kriyate. Anena Vartikena. If it is not mentioned by that Vartikam, generally Rujartanam Bhava Vachananam Ajvarehe Ityanena, Ruja Shabda Yoge, whatever that Ruja Iti that we did, right? Rogasya, Rogaha Chauram, Ruja Tapaha Chauram. Rogasya Chaurasya Rujaha. Rogasya Chaurasya Rujaha. But if I say, take chaurasya jvaraha alone, then jvaraha bhava vachananam ajvarehe. No, rujartanam, mahodaya. First, just to explain rujartanam bhava vachananam ajvarehe, then we say rogaha rujati. If I say rogaha rujati, ruj is the bhava kartrika dhatu, rogaha is the karta, then I would say, the first sentence I would make is rogaha chauram rujati. But if the speaker says, hey, I don't want to say chauram, but I want to say it as chaurasya, then he cannot express it, the rujati. Rujati will it has to become a bhava vachaka shabda. Only then it will be like ruja. Then I can say rogaha chaurasya ruja. Chaurasya ruja ityukte, then I have made chaurasya shashti vibhakti, then I say karmanaha avivaksha or karmanaha seshatva vivaksha. How did I get karmanaha seshatva vivaksha? Because this rujartanam bhava vachananam ajvarehe iti sutrasya anuvrittihi asti. What is that? Shashti seshe. It is the whole sutram comes as anuvritti. Whereas kartrikarmano kriti iti for that sutra, only the shashti will come, not seshe. Kartrikarmano kriti, if I see that, then kartrikarmano kriti will get only the anuvritti of shashti, not seshe. Seshe is only, seshe brings in the avivaksha. The speaker doesn't have intent of saying it in a particular vibhakti, but wants to use it as shashti. Now, if shashti vibhakti is being added in multiple conditions, one is kartra karmano kriti, तत्रापि चौरस्य इति भवति शेषे षष्टि इति सूत्रेण न लेट् मी कम्प्लीट् इट् कर्तृकर्मणो कृति इति सूत्रबलेन अपि चौरस्य भवति रुजप्तानां भावानां भाववचनानां मज्वरे इति रुजा अस्ति चेत् षष्टिः भवति चौरस्य वार्तिकबलेन षष्टिनिषिद्ध्यः तत्कारणेन षष्टिशेषे इति सूत्रेण अपि षष्टिः भवति इति दर् आर् त्री कण्डीशन्स् अण्डर् विच् चौरस्य ईस् बोर्न् वन् इस् कर्तृकर्मणो कृति वन् इस् रुजप्तानां भाववचनां मज्वरे but about bhava varjana majjare there the condition is that it has to be followed by ruja it is mandatory ruja is mandatory there, yeah ruja is mandatory for rujaptana bhava vachana majjare there also shashti chaurasya is born out of because the ruja is a bhava vachana whereas kartra karmano kriti doesn't specify the ruja should be is in the bhava vachanam or not but it is kartru karmano avivakshayam na karta anutta karma anutta idi krutva chaurasya idi bhavati right no mahodaya but if I bring in kartru karmano kriti it is vivaksha karta and karma should be vivaksha they will be in that particular vibhakti but okay. kartrikarmano kriti then I would say ubhaya praptau karmani only if both are there then I would express ubhaya praptau karmani alone will be shashti karma will be shashti to karmatva vivakshaya karmatva vivakshaya kritanta padena shashti bhavati karma eva shashti bhavati ubhaya praptau okay. karmani so kartrikarmano kriti will always be only vivaksha whereas the pratipada vidhana shashti sutras all of them would be avivaksha anukta anukta or anukta and avivaksha is the same no it is different ukta anukta depends on the verb on the kriya on the verb on the pratyaya on the pratyayena either bhavartha or karmartha or like either lati or karmani vakye kartari vakye karmani vakye or bhava vachana vakye right karta like kartari kartari pratyayena lati statement asti chet then I would say kartari lati lati rupena karta ukta prathama whatever is in prathama vibhakti that is expressed by the karta by the lati vakya or the karmani vakya or the bhava vachana so for bhava vachana means the action the action would be in prathama vibhakti so ukta means whatever is in prathama vibhakti will be connected to the lati or the karmani rupam and all that ar bhava vachana rupam but say vivaksha means it's going to be shashti vibhakti depending on if it is pratipada vidhana shashti sutra it is going to be expressed as avivaksha the speaker is always going to bring in shashti seshe which is avivaksha the speaker has no vivaksha of expressing the karana as particular third case or karma as second case so I don't want to express it the karana as third case or I don't want to express the karma as second case only for these particular dhatus which are expressed by the nyo avidartha or adigartha or kriyanya pratiyatne artha or rujartanam the asishi okay. artha and all that. But what vibhakti I do not want to express in that particular vibhakti is karana is given by that nyo vidartasya karane and adigartha dayesham karmani says karma vibhakti karmani is seventh case of karman pratipatika karmani is seventh case so it is for the karma when karma comes I am not going to express it as second case I am going to express it as shashti that is what the speaker is saying and kriyaha pratiyatne and all those the kriyaha pratiyatne and rujartanam bhava vachananam ajvarehe asishi asishi nataha then the jasi niprahana all that are getting now the anuvritti of not only shashti sheshe but also karmani from this adigartha dayesham karmani so the karmani karmani goes as anuvritti for the rest of the sutras also for the rest of the pratipada vidhana shashti sutras so for all these sutras from adigartha dayesham karmani kriyaha pratiyatne rujartanam bhava vachananam ajvarehe asishi natah jasi niprahana natakratapisham himsayam vyavakrpanoho samartayoho for all that karma vibhakti the speaker is saying I don't want to express karma as dvitiya vibhakti I want to express in shashti okay. But so for what dhatus in what artha is going to be said by the rest of the sutra adigartha dayesham karmani kriyaha pratiyatne that crane the crane dhatu but in the artha of pratiyatna only when it is in the pratiyatna artha then it is going to be that whatever that comes with kriyaha that karma is not going to be expressed as dvitiya vibhakti it is going to be expressed as shashti just like that rujartanam bhava vachananam ajvarehe there the ajvarehe that is what now for that the rujartanam bhava vachananam ajvarehe says that ruja whatever dhatus that are in the artha of ruja which is also jvara jvara is also in the artha of this thing not but this vartikam is says not only jvara but also santapi sutre ajvare eva uktam so my question one clarification so ajvare santapyo radi vachyam is supporting rujartanam bhava vachanam ajvare or is it making an exception it is making an exception there okay. ajvare so ajvare is sixth case right ajvarehe is ajvare right. and right so when I jvara santapa api shashti bhakti bhavita marhati that I have to read again I also don't anyway rogaha chauram atra achara pashyatu ajvare santapyo iti vachyam iti vartikena spashti kriyate यत् न केवलं ज्वरशब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे प्रकृतसूत्रे इत्युक्ते किं पुत्रे रुजर्तानां भवज्वरे अतः सन्तापः इति शब्दस्य कर्मणशेषत्वेन विवक्षायां षष्टि निषध्यते अनेन वार्तिकेन So, the Rujartanam Bhava Vachananam Ajvarehe is saying, for all the Ruja Artha Dhatus, the Karmanaha Seshatva Vibhaksha Shashti is there, but not for Jvar Dhatu. Just, and then the this Vartika is saying, not only Jvar, but also Santapa. For Santapa and Jvar, the Karmanaha Seshatva Vibhaksha Shashti Nishidhyate. Only Vartika is saying not only for Jvara, Santapa also is there, you don't get Shashti. Karmanaha Seshatva Vibhakshayam Shashti Nishidhyate. Atah Santapaha iti Shaptasya Karmanaha Seshatvena Vibhakshayam Shashti Nishidhyate Anena Vartikena. अतः चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे ओके चौरस्य ज्वरः इति पदे कर्मकारकस्य अविवक्षायां षष्टी कर्मकारकस्य अविवक्षायां षष्टी जाता षष्टिशेषे इति सूत्रेण इति कृत्वा स्टिल् षष्टि केन् कम् बिकास् इट् इस् आल् अण्डर् द षष्टिशेषे the jvaraha okay the bhava vachananam Usha Bhagini, there are two questions, Vichy. You look at the screen. शेषत्वेन विवक्षायां षष्टि निषिध्यते. सो षष्टि शेष निषिध्यते इति उक्तं न? दट् इस् द मीनिङ्ग् आफ् इट्. या षष्टि निषिध्यते वार्तिकेन. या नो, इफ् ऐ एम् लुकिङ्ग् अट् दिट् कर्मणः शेषत्वेन विवक्षायां षष्टि निषिध्यते अनिह वार्तिकेन. देन् षष्टिशेषेन षष्टि जातः इति अपि उच्यते. षष्टिशेषे इस् अ बिग् अम्ब्रला, सो दट् गोस् अप् टु दट् वार्तिका गोस् अप् टु 73 आर् 63 वाट् एवर् फिफ्टि. So that goes up to 73, I think. Yeah, the Shashti Sheshe goes up to 73 until the end of that Pada Mahodaya. So by Shashti Sheshe, all the things, everything can get Shashti Karmanaha Abhivakshayam. But so why is then again all these dhatus given only to take away some arthas, particular arthas? If I say by Shashti Sheshe you can put Shashti in so many places in everywhere, why do I have even Pratipada Vidana Shashti Sutras? Because for the Pratipada Vidana Shashti Sutras are also bringing in the Shashti. Right. Right? Yeah, that is why then they are saying these are only for certain dhatus in certain arthas. So now for this Ajvari Santapyoho iti Vachyam ityanena, for jvar and santapa and all that, karmakarakasya avivakshayam shashti jata shashti seche iti sutrena, not by this rujartanam bhava vachananam ajvareke ityanena. That's all the differences. You will still see the shashti. Chaurasya jvaraha, chaura, you can also, then chaurasya jvaraha, chaura jvaraha ityapi is formed. Chaurasya so here formed. I find the two differences. कर्मण शेषत्वेन कर्मण कारकस्य अविवक्षा. सो दीस् आर् द टु डिफरेन्सेस्. कर्मण शेषत्वेन विवक्षा षष्टि निषिध्यते, किन्तु कर्मकारकस्य अविवक्षेन षष्टि विहिता भवति. नो, कर्मणः इस् द सेम् अस् कर्मकारकस्य अण्ड् शेषत्वेन विवक्षा इस् द सेम् अस् अविवक्षा, बट् इस् ओन्ली by what sutra we are bringing in the shashti is the only thing that's the in thing. both the cases, one side you are saying shashti nishidyate kena sutrena, that is by the vartikena, by this rujartanam bhava vachananam ajvarehe, they are saying tasmin api shashti shesha iti anuvritti asti na, shashti shesha iti anuvritti asti. Yeah, but not for ajvar, because the sutra is taking away the ajvar shabda. Right, so take away the ajvar shabda, but the ajvar shabda then still can get karma avivaksha shashti by shashti shesha. So if you take away the rujartanam bhava vachananam, take away ajvare from that whole thing, then if there is a jvar dhatu that you see, still karmana avivakshayam, you can say karmanah seshatvena vivakshayam is the same as karmakarakasya avivakshayam. It's the same there. Shashti nishidyate by the vartika, but shashti jata by shashti seshe. The default sutra is shashti seshe. We'll bring in the shashti for everything. Okay, I don't know, some of them are not very convincing for me, but at the same time, Vartika is prohibiting, same Shashti Shesha is being prohibited by the Vartika. And then they are saying No. Ajvari Santapyoho iti Vachyam is only prohibiting that. Vartika is prohibiting only for Rujartanam Bhavavachananam Ajvarehe. No, Rujartanam Bhavavachananam Majvare is preventing the Jvar Dhatu. No, Sampurna Sutra is Shashti Shesha is the Vidhi Sutra, because of this Shashti is being given. Because you don't see Shashti here without the Anuvritti in the Sutra. bhavavachananam, because it says ajvarehe mahodaya, we have to take out the ajvare. You forget about ajvare. Okay. I am talking about ajvare. Other than that, shashti shesha vihida bhavati rujartanam dhatuna bhavavachanam asti chet. Shashti shesha iti sutrena shashti bhavati anvrti asti iti krutva. Now Vartika says that don't exclude ajvare, include ajvare also. No, ajvare and santapa also. Forget about santapa. Santapa is not contested at all. Ajvare is what is there in the sutra and the Vartika. So let us compare between the sutra and Vartika. The word is ajvare. Both the places you have ajvare. In the sutra, ajvare is not shrashti. All other rujartanam, dhavajananam, shashti bhavati, shashti sheshe iti vidhi sutrena, anusti saidam asti, krutva. Shashti avivakshayam, No, there you don't call it as by shashti sheshe, you say by rujartanam. No, shashti sheshe iti anuvritti iti asti iti krutva eva shashti vidhane. Because there is no word shashti other than that in the Bhava Vachanamana Majjure. Yeah. Shashti Seshe comes. Yeah, as Anuvritti. Yeah. So, I'm critically analyzing it. The shashti is defined by the shashti which comes as an Anuvritti in that sutra. That's true, Mahodaya. The conditions are for the bhavavachananam ajvare, bhavavachananam rujartanam dhatu, excluding ajvare. Okay. Shashti gets due to the anuvritti of karmani shashti sheshe. Now the Vartika says ajvare also gets is separately saying that shashti will not happen. Because it is already sold in the sutra. Ajvare. Yeah, the Vartikam is only adding the santapa. That's all the Vartikam is doing. Okay. So, ajvare santape. So, what that kind? So, if ajvare santape is there in the Vartikam is there also what it is saying that tatravi santapa also will not get shashti. That's all what it is saying? Saying, that's all it's saying by rujartana. They won't say shashti seshe. Shashti seshe is a blanket thing that covers everything. You can bring in shashti anywhere, everywhere. So they will say bhava rujartanam bhava vachananam ajvarehe, because ajvar dhatu is excluded by rujartanam bhava vachananam ajvarehe, it's not going to get shashti by rujartanam bhava vachananam. That's all they will say. Even by Vartigena, it is denied. So it is not giving an apavada or an exclusion. It includes only santapa also into the group. So the sutram should be actually read as rujartanam bhava vajanam ajvara santapyoho. Yes. Technically speaking. Yes. So, but then later they are bringing in shashti because by shashti seshe. Because shashti seshe will take over. That you said it's a blanket one. So whether this sutra is included, this sutra will only remove the shashti seshe sutra, direct application, but it will still apply shashti vipatti because it is a pradividhana shashti for the purpose of samasa, not should be done. That's all. So now jvar and santapa can form samasa. So because shashti seshe is not preventing samasa, only the Pratipada Vidana Shashti Sutras alone are preventing samasa. The rest of the Shashti Seshe will bring in samasa for everywhere. So Chaurasya Jvaraha, Chaura Jvaraha, Chaurasya Santapaha, Chaura Santapaha. But then we cannot form if it is Ruja. If it is some other dhatu that has the artha of ruja, or if it is ruja itself, then you cannot form the samasa. Hmm. बट् कर्तृकर्मणो कृति इत्यनेन कर्तृकर्मणो कृति इत्यनेन वाट् एवर् द कर्ता अण्ड् कर्म बोत् उक्ता देन् वित् द कृतन्त कृतन्तपदं कर्ता अण्ड् कर्म इफ् बोत् आर् देर् इन् द सेण्टेन्स् देन् ओन्ली कर्म विल् गेट् द षष्टि देट् वि नो उभय प्राप्तौ कर्मणि बट् इफ् शेषे विभाषा इत्यनेन कर्ता अपि but there the samasa can come okay. if it is kartrikarmano kriti ityanena shashti jata then karma samasa api can come yeah okay so if I were panini I would have asked I would have done rujaptana bhava vachananam ajvari santapyoho yeah yeah yeah panini missed it that's why then some other people came up with the vartikam I guess because they see this santapi santapi sananta sananta dhatu oh I see okay yadi so let us know so what is this yadi chaurasya jvaraha chaurasya santaha ityadi vakishu karmana vibhaksha asti तर्हि कर्तृकर्मणो कृति इति सूत्रेण अनुक्तकर्मणः षष्ठी जायते कृतयोगे षष्ठी जातः इत्यतः समासः अपि जायते अतः चौरस्य ज्वरः चौरज्वरः चौरस्य सन्तापः चौरसन्तापः इति समासौ सिद्धौ भवतः ओके ओके आशिषि नाद इस् वेरि सिम्पल् सूत्र देयर् इस् नो कन्फ्यूशन् इन् इट् आशिषि अर्थे नाथ शब्दस्य नाथ धातोः कर्मणि शेषत्वेन षष्ठी जातः इति भवति समासः निषिध्यते दट्स् आल् इस् एनिथिङ्ग् एल्स् इन् दट् अदर् डे ऐ वास् आशासनम् इत्यर्थः वाट् इस् दट् वस्तुतः ऐ वास् गोण्ट् आस्क् हर् अट् दट् टैम् देन् ऐ फर्गाट् वस्तुतः कर्मीभूत सर्पिः सम्बन्धि आशासनम् इत्यर्थः ऐ वास् गोयिङ्ग् टु लुक् अप् अण्ड् देन् ऐ फर्गाट् वस्तुतः कर्मीभूत सर्पिः सम्बन्धि आशासनम् इत्यर्थः आशासनम् asking for praying or craving for okay that's what he said the other day okay napum samilingam asti hrutva aashasanam aashasane aashasanani okay how this is from the dictionary okay yeah okay so I don't know to use all so we have aashishi aashi ityartha ityasya nath iti dhatoho karmani karake sheshatvena vivakshite sati shashti vivaktir bhavati iyam pratipada vidana shashti ityadaha shashti iti sutrena samasaha na bhavati aashishi santa san saptamyantam natah shashtyantam षष्टिशेष इति सूत्र सम्पूर्णसूत्रस्य अनुवृत्ति अधिकर्तते येषां कर्मणि इत्यस्य कर्मणि अनुवृत्ति अनुवृत्तिसहितसूत्रम् आशिषि नाथः कर्मणि शेषे विषष्टि यदा सर्पिषः नाथन इदं मे भूयात् इति इच्छा एव आशिः आशिः अर्थमस्ति इदं मे भूयात् विच् वि सो हियर् इन् दट् प्रे ओर् रिक्वेस्ट् वस्तुतः कर्मीभूतः सर्पिसम्बन्ध आशा इत्यर्थः जासि निप्रहण इस् वाट् इस् गोयिङ्ग् आन् ओके it is going on, it's not completed, na? I think we did. We did some example. We did this up to the Uma Bhagini was the last one who did the Chaurasya Kratanam. Kratanam. Arna Bhagini, kim vadati? Pish Dhatu na uktam na atra. Vish Dhatu, Pish Dhatu iti tasya udharana na kutam. Peshanam. Pishta Peshanam. Mm-hmm. Have you heard these words? Have you heard the verb Pishta Peshanam? Yeah, yeah. Saying the same thing over and over. Yeah, the fall, the pumping the floor again and again. Again and again. It doesn't do anything. So we have heard that in Vedanta thing, right? Mm-hmm. Right. Pishta Peshanam. That's Pishti the Dhatu. So here the dhatus are jasi, ni, prahara, prahana, nat, kratha, pisha. These are the dhatu. Ni pracha upasarga purvaka han dhatu. Okay, that is right. Jasi is the dhatu one. Ni pracha upasarga yukta han dhatu. Iti ni prahan. This is one part of it. So if you are doing dala kritim, jasi will be one dala, ni prahana will be one dala, nata another one, krata is another, krisha is another, himsaya marte. Iti asti krati dhatuhu pish dhatu ityesham dhatunam himsa kriyanam karmani karake sheshatvena vivakshe shashti vivaktir bhavati jasi cha niprahanascha janatascha jati sidare taratvanda jasi prahanesham apshayam iti tatra kimasti shashti shesha ityasmat sampurna sutrasya anvatti karmana iti asti. So jasi niprahana natakhata visham himsayam karmani sheshatve shashti. So here there is one, these are all himsayam ityarthe. Jasi asi, prahana asi asi, himsa, nata is also for himsarthe, krata is also himsarthe, pisha is also for himsarthe. Only there is a vartigam there. Niprav samphado viparya stav vyastav va. So it is giving all the permutation combination. Ni pra for the han dhatu, you can have independently ni, independently pra and nipra joint with either of them purvam param. Prani bhi bhavati marthati, nipra bhi bhavati marthati. Iti eva asti. That is the Vartikam says. Mm-hmm. Vyastau va, vipadyastau va. Iti padadvaya mastyatra. So iti kritva अस्य पत्र पद्य चौरस्य निप्रहणम् तत्र नि पूर्वमस्ति प्र द्वितीयमस्ति हन धातु चौरस्य प्रणिहननम् तत्र प्र उपसर्ग पूर्वं भवति नि इति द्वितीयं भवति हन धातु एव. सो व्यस्तौ इति विपर्यस्तौ इति उदाहरणमस्ति यदद्वयं तदनन्तरं व्यस्तौ इत्युक्ते नि हन प्र हन इति. So all the four form formations are there. Han dhatu. Anyway, this pish dhatu, we shall be doing it. But here also, all of the fields, there's only same thing. Na? Same karmana vivakshayam, shashti, sheshe shashti vi sutrena. All the four combinations will come. कर्म कर्तृ कर्म कर्णो कृति इति कर्म अनुक्त कर्म अनुक्त कर्मण षष्ठी भवति कर्तृ कर्मणो कृति इति सूत्रेण प्रतिपद विधान षष्ठी भवति सूत्रबलेन निप्रहण इति सूत्रेण इति इति द्वयमस्ति. ऐ मीन द अदर वन डजंट कम हियर. शेषत्व अवश्य वेक्षायां षष्ठी शेष इति तत्रापि षष्ठी भवति न षष्ठी इति सूत्रेण षष्ठी भवति न You want for Pratipada Vidana Shashti Sutra, then we don't bring in the Shashti Sheshe Ityanena. No, Shashti Sheshe Ityasma, so it's Anuvritti Asti Asti. Anuvritti Asti, Maudhya, yeah. Oh. But for these dhatus, then we don't say that. By Sheshe Shashti, the Karma Avivakshayam Eva we bring in, and then we say Shashti Jayate. Okay. We don't directly say Sheshe Shashti, Tyanena Shashti. We only say by this particular sutra only Shashti Jayat. Shashti Jayat is Samasabhi Navavati. Any doubts? Otherwise we can stop here, I think, because class, she will be taking this again today once more in this next class. That's why that is so very confusing way it is written. No, it's not at all happy way. So what I basically understood was Shashti is prohibited by the Vartikam to Jvara and Santapa, whereas Chaurasya iti Shashti vidhiyate, Seshe Shashti sutrena, atatra samasam possible, that's all. The rest of the classification might get much. Yeah, so, see, this problem, the problem comes because we are not studied Karaka now fully. Oh. So that is where it creates problem. Vivaksha Anukta, no, Anabhihite. Yeah, Anukta, Anukte. When it is not, see, what is that Ukta means? With the karta or karma when directly connected to the verb, that is ukta. Yes. If not yes. connected to the verb, it is anukta. Or right. Anabhi. That's what I understand. Not only that, Bhani, there is one more condition. If this is one aspect of ukta, because of the kriya is linked directly with the karta or karma, then it is ukta. If it is okay. not linking with both the karta and karma, it is anukta. That is what is clear. Okay. Now, there is another thing. Vivaksha. If the vaktu doesn't want to use shashti or dvitiya or tritiya, so the avivaksha bhavati. What if it is? Here, there is a possibility of expressing in another way. That is why they say avivaksha. So, see, yes. कृष्णं पश्यति रामः कृष्णं पश्यति अत्र रामः अपि कृष्णं पश्यति कर्म अपि उक्तं बोत् आर् बट् पश्यति इत्यनेन ओन्लि रामः इस् उक्तः सकर्मकः नास्ति वै यु से इट् इस् सकर्मकः धातु न सो पश्यति पश्यति इत्यनेन राम प्रथमा विभक्ति वाट् एवर् इस् इन् प्रथमा विभक्ति इत्येव उक्तः भवति उक्तः भवति सो ओन्लि पश्यति इन्स्टेड् आफ् पश्य इन्स्टेड् आफ् पश्यति इफ् यु से दृष्टः दृष्टः देन् दट् इस् हियर् एस् उषा भगिनी सेस् कर्म इफ् ऐ से दृष्टः then krishnam drishtah krishnam is ukta bhavati by drishta because drishta is ta pratyaya which is karmani which is okay. passive ramayana krishna drishtah krishnah drishtah because then it cannot be krishnam ramayana krishna drishtah yeah okay then suppose instead of but there Usha Bhagini there uh-huh. I can say the same thing ram krishna ramah krishnasya drishtah I can say no ramah krishnasya drishtah you can say so because then you are saying it as avivaksha there there shashti but but there the drishtaha it's not kridanta padam. Yeah. Then I don't know about whether it can be expressed or not, Mahodaya. I don't know. But only if it is Kridanta Padam, then the Kartra Karmano Kriti will bring in the Shashti. Drishta is a Kridanta Padam, na? Kridanta Padam. Drishta is like a Tha Pratyayanta Padam. Tha Pratyayanta Padam, you can say. Yeah, Krit Pratyaya, you can say. Yeah, Krit Pratyaya, Kartra Karmano Kriti, then... then chaurasya ramaha krishnasya drishtah, that's what he said, right? Yeah, then ramaha krishnasya drishtah, correct. Yeah, so there the shashti comes because of kartra karmano kriti. There, yeah, but I think the third pratyaya she always avoids it, Mahodaya, because yeah. She says there is some other sutra that is going to either do something or something for the third pratyaya. Then in the Kridanta Padam, if you have to make one from the Pashyam. The Kridanta Padam, then like what we are taking, like Santapaha, Juvaraha, Ruja, then you have to take it like... Now let us think of the Kridanta Padam for Pashyati. Ramaha Krishna Pashyati, Vanati, Atra Pashyati, instead of that, what is the Kridanta Padam for that? That action alone, right? Then you have to say like... like drishtam. Darshanam. Darshanam will become Luta. Darshanam. Darshanam. Yeah, that is right. Okay. Atra Ramaha Krishnasya Darshanam. Ramaha Krishnasya Darshanam. That, yeah. Then it becomes, yeah. Then Kartrikarmano Kriti Ityanena, then Krishnasya you are saying. Then what did you say? Ramaha Krishnasya Darshanam. If I say Ramaha Krishnasya Darshanam? Krishnasya no. Darshanam Ramaha will not be Rama. Rama will not be Rama. Rama will have to go through a change. Kartra Karano Kriti Kartra Karano Kritiya iti Kritva Ramena Bhavati. No, or let go of the total Ramaha. Just say Krishnasya Krishnasya Darshanam. Then you can say Krishna Darshanam. One minute. Can we say Ramasya Krishnasya Darshanam? Yes, you can say. Then there is no samasa. Samasa, forget about it. The word is like that, you know. रामस्य कृष्णस्य दर्शनम् इस् कर्तृकर्मणो कृति उभयप्राप्तौ कर्मणि इति कृत्वा कृष्णस्य दर्शनम् इस् द फस्ट् स्टेज् एण्ड् धर् इस् ए विभाषा शेषविभाषा इति वार्तिकं विच् आप्शनलि यु केन् से रामस्य और् रामेण द प्रापर् थिङ्ग् वुड् बि रामेण कृष्णस्य दर्शनम् Yeah, that would be the proper thing. But you can bring in this Seshe Vibhasha Ityanena Karta Api Shashti Vibhakti Bhavati. Then Ramena, instead of Ramena, you can say Ramasya. Ramasya, Ramena Atava Ramasya, Krishnasya Darshanam. Cool. What? Of all these things that I want to know. By no, because we would see all these in literature. In literature or in some other places where you have to see in what artha they had brought the compound. Okay. See, I think this Nishta Pratyaya is later on is going to get something, either some apavada or something. It is going to take some amount of thing, because everywhere Vidya Bhagini is always no, let's not go into Nishta now. Abhi, I think Subbu Mahodaya is taking Nishta Pratyaya now, Ta Pratyaya in his classes. Ta Pratyaya, but then I think there is one sutra I think there is one sutra. What is it says that Bahulam, there is some Bahulam sutra like that, you know, use. I think the Na Loka Vyaya, I think Nishta Kalartatrina. See, under Kartra Karmano Kriti, कर्तृकर्मणो कृते उभयप्राप्तौ कर्मणि अण्ड् देन् तस्य च वर्तमाने अधिकरणवाचिना च न लोकाव्ययनिष्ठा कलर्ततृणाम् I think there is another like big nisheda, something like that. Nisheda or apavada, I don't know what they would call. Okay. Because it talks, says nishta in that sutra, it is under kartra karmano kriti. I think that is one of the reason why Vidya Bhagini avoids the nishta pratyaya, because there is some apavada or nisheda for it later. Okay. So that's why she prefers lut pratyaya. Not only that, see, in given examples, nowhere that ta pratyaya is taken. Yeah, ta pratyaya is always avoided, yeah. Yes. Okay. Okay. Thank you all. I can't say what I have learned. She says we will see it in other places if we happen to read other literature. Yeah, and especially if you are reading the Shankarabhashya yourself, you will know that these type of usages are coming there many places. So what meaning is the intended meaning of the the granthakarta can only be understood if you know this. The Shankarabhashya, everything is so nicely explained by Paramatmanji, so I don't need that is all. Somebody else is explaining, then you don't need to study Sanskrit, right? No, he says so. He explains so well. Yesterday only in one the 30th online lesson, he was saying Shankara goes into grammar only when he need not explain the content of it. Content of the explanations. If we understand a little bit, we'll more the dimension of enjoyment is better, right? So just like Mahodaya is saying, why are we even then studying Sanskrit if we are going to listen to somebody else's explanation? It's just like that. Even to understand that explanation, we need some background. If we understand a little more, then the dimension of enjoyment is one better. One thing I tell you, this, but the way this is written, it's so confusing. No, it is not clear. I do not know. Maybe as he says, we do not know Karakama, all those things. That is all these things are like that. Also, yeah. But it is not at all very. What should I say? In with clarity, you're not able to get it. No, that's why I think Vidya Bhagini kept on stressing so many times Shashti Sheshe means Sambandha Shashti as well as Abhivaksha Shashti, Sambandha Shashti as well as Abhivaksha Shashti. She's taking effort that we understand that aspect. There are the different aspects to explain the same thing with what intent. Whether the Kartra intent, Karma intent, or Sheshatva intent, or when Pratipadana Shashti, what happens, all these things. So she's asking each question after the other. And if you especially listen to our last class, this example which I was doing, I myself got so much of confused there. Nyajanda Dadu, Jasi Dadu, Chaurasya Ujjasanam. That one example, she made me do all the four versions of it. Mm-hmm. Finally, he made a comment about me that you go and read and listen again all the things. That is why that Anuttara, that word, she had to explain it to you because she knew that you were getting confused about it. Ukta Anuttara iti, Vivaksha Anu Vivaksha iti, Avivakshaya. Okay, let us stop here. Thank you all. Now I have understood correctly fully. So that is class helps me for that. Thank you. Dhanyavada. Namaskar.